नमस्कारः अद्यतनविषयः अस्ति सिद्धतिङ् प्रत्ययाः अदन्त अङ्गानां विषये वयं परस्मैपदी धातूनां विषये पूर्वं परिशीलितवन्तः आत्मनेपदी धातूनां सिद्धप्रत्ययाः लट् लोट् लङ् लकारस्य तु कृतवन्तः अद्य विशेषतया पूर्व पाठस्य पुनरभ्यासः अनन्तरं विधिलिङ्ग्लकारस्य अपि परिशीलनं कुर्मः अस्तु सर्वेषां पुरतः आत्मनेपदी सिद्धप्रत्ययाः वयं प्रथमं माहेश्वरसूत्राणि उक्त्वा अनन्तरं तिङ्प्रत्ययाः के इति अपि वदामः मिलित्वा ऐ उन् ऋलक् माहेश्वराणि सूत्राणि तिङ् प्रत्ययाः अस्तु इदानीं आत्मनेपदी धातूनां विषये लट् लकारे सिद्धप्रत्ययाः के इति मीना भगिनी वदति वा ते इते अन्ते ते इथे वे ये वहे मह ए वहे महे तत्र ता कथं ते अभवत् इत आत्मने पदानां टेरे इति सूत्रेण ए टित् स्थाने एकारः आगच्छति टित् अस्य स्थाने कृपया किञ्चित् उच्चैः वदतु टित् स्थाने एकारः आगच्छति टित् स्थाने न टि भागस्य स्थाने टित् प्रत्यय लट् टित् अस्ति परन्तु अत्र टि भागस्य एव एकारादेशः टि भागः अर्थं अन्तिम अच्वर्णस्य वर्णं तदनन्तरं येन अक्षराणि सन्ति तद् तदेव टी भागः सूत्रं स्मरति वा अचोन्त्यादि स्मरति न पक्ष्याः पश्यामि किम् अचोन्त्यादि अचोन्त्यादि टि अस्तु इदानीं टितात्मने पदानां टेरे इति सूत्रेण टि भागस्य एकारादेशः टि भागः अत्र कः टि भागः अकारः इत् योगः अकारः एव टि भागः अकारस्य स्थाने एकारः आगच्छति ते भवति ते भवति सुब्रह्मण्य महोदय आतां किं भवति आताम् इते भवति अत्र अत्र टि भागः अस्ति आम् आतयोगः आम् आम् स्थाने ए आगच्छति अनन्तरम् अत्र आतो नेतः इत्यनेन प्रत्ययस्य आदौ यः आकारः अस्ति तस्य स्थाने इय आगच्छति इययोगः इययोगः ते अत्र सकारः वलि प्रत्याहारे अस्ति लोपो व्योर्वलि इत्यनेन अत्र यकारस्य लोपः भवति इय तस्मिन् पदे यकारस्य लोपः भवति इयोगः ते इते निष्पन्नः भवति. उत्तमं. लोपो व्योर्वलि सूत्रे तत्र निमित्तं प्रत्ययः अस्ति वा वर्णः अस्ति वा? अत्र अत्र लोपोर्व्योर्वलि अत्र वर्णः एव प्रत्ययः न. अत्र तकारः अस्ति खलु अनन्तरं यकारस्य अनन्तरं अत्र तकारः यकारानन्तरं यदि यकारवकारानन्तरं यः कोऽपि वल्प्रत्याहारवर्णः चेत् भवति तत्र प्रत्ययस्य वल् इति तु नियमः नास्ति. सः एव सूत्रसङ्ख्यां सङ्ख्या तु अङ्गकार्ये नास्ति, केवलं सन्धिकार्यमिव भवति. अत्र वर्णकार्यं भवति, वर्णनिमित्तकार्यम् अस्ति. सन्धि इत्यादि कार्याणि वर्णनिमित्तकार्याणि, तथा एव लोपो व्योर्वलि अपि. अस्तु, झ किं भवति? मीना भगिनी वदतु. अस्ति वा भगिनी? क्षम्यता, म्यूट्. जास्थाने अन्ते आगच्छति. किमर्थमिति जोन्तः इति सूत्रेण जास्थाने अन्त् आगच्छति, अन्त भवति. अनन्तरं अन्तिम अकार एव टी भागः, अकारस्य स्थाने एकारः भवति टित आत्मने पदानां टेरे इति सूत्रेण अन्ते भवति. उत्तमं. तत्र झोन्तः इति यत्र पूर्णतया झकारस्य स्थाने अन्त् भवति वा केवलं झ इति व्यञ्जनवर्णस्य स्थाने भवति वा? झ इति व्यञ्जनवर्णस्य स्थाने एव भवति. किं जह इति जह षष्ट्यन्तं? उत्तमं. झकारस्य षष्ट्यन्तं पदमस्ति झ. तस्य झो इति यदा सन्धिकार्यं यदा भवति झोन्तः इति भवति. पदच्छेदं यदा कुर्मः झः अन्तः इति भवति. अनेकाल्षिति इति सूत्रं न कार्यं करोति. अत्र तस्य प्रश्नः एव न उदेति. झकारस्य स्थाने इति उक्तम्, अत्र केवलम् एकः झकारः वर्णः एव अस्ति, अतः अनेकाल्षित्वा इति प्रश्नः एव न उदेति. ह्यः तस्मिन् विषये चर्चा अभवत् खलु, अतः एव पुनः स्मारणार्थं वदामि. अवगतं खलु कथं केवलं झकारस्य स्थाने एव झोन्तः, पूर्णप्रत्ययस्य स्थाने इति न. अस्तु, अन्ते इति भवति. विद्याशङ्करमहोदय, थास् किं भवति? से इति भवति. कथम् इति चेत् थासः से इति विशेषसूत्रमस्ति, तस्मात् टितः लकारे लस्य स्थास् स्थाने से इति आगच्छति. उत्तमम्. अत्रैव टित आत्मनेपदानां कार्यं न करोति खलु, एकस्मिन् स्थाने एव टित आत्मनेपदानां टेरे कार्यं न करोति, ठासस्य एव कार्यं करोति. हेमा भगिनी, आथां किं भवति? आथां, क्षम्यतां भगिनि, आथां प्रत्यये आम् इति टी भागः, टितः आत्मनेपदेनां टेरे इति सूत्रेण आम् स्थाने ए आयाति, प्र तर्हि आथे इति भवति. पुनः आतोमितः अनेन सूत्रेण आदौ आकारस्य स्थाने इय आदेशः आयाति, परन्तु यकारस्य परे थे अस्ति, थे थ तु वलादि वर्णः अस्ति, अतः यकारस्य लोपं भवति, लोपं भूत्वा इथे इति रूपं प्राप्नोति. इथे इति रूपम् आतो ङितः सूत्रस्य तत्र अदन्तस्य अङ्गस्य एव भवति खलु. अतः यदि अङ्गं वयम् इदानीम् अदन्त अङ्गानामेव परिशीलयामः, अतः सः नियमः तु अत्र अस्ति. अदन्तात् अङ्गात् अनन्तरम् अत्र ङितः इति अस्ति, अदन्तात् अङ्गात् ङितः इति अस्ति. अत्र ङित् अस्ति वा? अत्र ङित् नास्ति, लटि अस्ति, परन्तु लोटो लङ्वत् कार्यं करोति, अतः लोट् अपि लङ्गिव कार्यं करोति अतिदेशसूत्रेण. अतः आतोमितः अत्रापि कार्यं करोति. सर्वे अङ्गीकुर्वन्ति वा महोदय? न भगिनि, न भगिनि, अत्र लोट् नास्ति खलु, अत्र तु लट् लकारः अस्ति. अत्र प्रायः आताम् आथाम् इति पित् नास्ति, तत्कारणात् अत्र नित् भवति. आम् उत्तमं. प्रथमम् एवम् एकं विषयं स्मरन्तु भगिनी, लकारः तु लकारादेशः तु तत्र लस्य ङित् इति भवति. अत्र लस्य इति नास्ति. आतोमितः सूत्रं कुत्र अस्ति अष्टाध्याय्याम् इति प्रथमं परिशीलयतु. सप्तमाध्याये अस्ति. तत्र अधिकारसूत्रं किम् अस्ति? कस्मिन् अधिकारे अस्ति आतोमितः? अङ्गस्य अधिकारः. अङ्गस्य अधिकारः, अङ्गस्य अधिकारः इति यदा पश्यामः तदा ङित् सर्वं तत्र सार्वधातुकम् अपि ङित्वत् अथवा ङकारः इत्यस्य सह तथा एव भवति. यदि लस्य इति यदा परिशीलयामः लस्य अधिकारे, तत्र लट् लोट् लङ् तत्र टित्वा ङित्वा इति परिशीलयामः. प्रथमं कुत्र सूत्रम् अस्ति इति प्रथमं चिन्तयतु, कस्मिन् अधिकारे अस्ति इति. इदानीं टित आत्मनेपदानां टेरे सूत्रं कुत्र अस्ति? प्रत्ययानां विषये लस्य अधिकारे अस्ति. अतः लट् लकारस्य वा लोट् लकारस्य वा भवति, टित् लकाराणां विषये भवति. अत्र टित लस्य इति अस्ति खलु अनुवृत्तिसहितसूत्रम्. अत्र लकाराणां यत् टित् ङित् अस्ति तथा परिशीलनीयम्. परन्तु आतोमितः सूत्रं तु अङ्गस्य अधिकारे अस्ति, तत्र लट् वा लोट् वा तथा प्रश्नः नास्ति. अत्र प्रत्ययः तत्र साक्षात् नकारः इति वर्णः अस्ति वा अथवा केनापि अतिदेशसूत्रेण ङित्वत् भवति वा इत्येव प्रश्नः. अत्र साक्षात् प्रत्यये वयं किं परिशीलयामः, आथां खलु, प्रत्यये तु साक्षात् नकारः इति वर्णः नास्ति, परन्तु आत्मनेपदि प्रत्ययानां तु सर्वं तत्र पित् एव नास्ति, आथां पित् नास्ति, अतः सार्वधातुकम् अपित् इति कारणेन ङित्वत् भवति. अतः ङित्वत् अस्ति इति कारणेन अस्य सूत्रस्य प्रसक्तिः अस्ति. अवगतम्? अवगतम्. यत्र अनुवृत्तिसहितसूत्रमपि स्मरणीयं वा? अनुवृत्तिसहितसूत्रमपि ज्ञातव्यम्. अनन्तरं तत्र अधिकार कस्मिन् अधिकारे अस्ति सूत्रमिति प्रथमं जानातु. टित आत्मनेपदानां तेरे तृतीय अध्याये चतुर्थे पादे लस्य अधिकारे अस्ति. परन्तु आतोङितः सप्तमे अध्याये द्वितीये पादे अस्ति अङ्गस्य अधिकारे. अतः अङ्गस्य अधिकारे तत्र ङित् इति किं तत्र ङित् इति यदि वदन्ति तदा भिन्न अर्थः भवति. अत्र यदि टित् ङित् इति वदन्ति तत्र भिन्न अर्थः भवति. अतः कुत्र अस्ति सूत्रम् इति अधिकारं यदि जानीमः तदा एव सूत्रार्थस्य पूर्णतया. इदानीम् अङ्गकार्यम् अस्ति आतोङितः इति सूत्रस्य कार्यम् अङ्गकार्यम् अस्ति. अत्र सार्वधातुकस्य इत्यपि अनुवृत्तिः आगच्छति. दृष्ट्वा वक्तुं किञ्चित् दुष्करं, तदर्थमेव. अत्र अस्माकं प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा? आतां प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा? आतां तु अर्धधातुकः. अर्धधातुकः वा? न, तिङ् तिङ् मध्ये अस्ति. क्षम्यताम्, तिङ् मध्ये अस्ति. अतः अतः सार्वधातुकमेव. सूत्रं किं सार्वधातु कस्य सूत्रं भगिनि? सार्वधातुकं किम् इति वक्तुम् एकं सूत्रम् अस्ति. तिङ्क्षित् सार्वधातुकम्. तिङ्क्षित् सार्वधातुकम् अवगतम्? अवगतं भगिनि. तिङ्क्षित् सार्वधातुकम् अस्ति. अत्र आथां प्रत्ययः षित् नास्ति परन्तु तिङ् अस्ति. अतः अर्धधातु सार्वधातुकप्रत्ययः अस्ति. भगिनि एकः प्रश्नः अस्ति. आत्मनेपदे पदानां प्रत्ययानि सर्वं आकारः अस्ति चेत् पित् नास्ति. इन् द काण्टेक्स्ट् ङितः न आवश्यकम् अस्ति. आत्मनेपदप्रत्ययः सर्वम् अपि पित् नास्ति. अत्र न आवश्यकम् इति वदति वा? ङितः इति न वक्तव्यं, यतोहि आत्मनेपदे सर्वं एवमेव भवति इति खलु? आम्, सर्वम्. परन्तु सूत्रं तु केवलम् आत्मनेपदीनां विषये न रचितम्. आतोङितः सूत्रम् अन्यत्र कुत्रापि कार्यं करोति वा? भवन्तः पूर्वं दृष्टवन्तः वा आतोङितः कुत्र अन्यत्र कार्यं करोति? वयं पूर्वमपि परिशीलितवन्तः. परस्मैपदस्य न कार्यं, परस्मैपदस्य न भवति. अतो येयः एव भवति. परन्तु प्रायः अन्यत्र कुत्रापि तस्य कार्यं भवति. अतः एव ङितः इति अस्ति. किमर्थं परस्मैपदेन कार्यं न करोति? न, वयं न वयं यत् परिशीलितवन्तः तत्र परस्मैपदीषु तु आतोङितः सूत्रं कार्यं करोति वा? न, न करोति. महोदयः न वदति इति न करोति, बट् किमर्थं न करोति? तत्र आकारः अस्ति वा कुत्रापि प्रत्ययस्य? ओ, करेक्ट्, आकारः नास्ति. आकारः एव नास्ति. अतो येयः एव विधिलिङ्गकारे कार्यं करोति. आतोङितः तु अत्र आत्मनेपदेषु एव भवति. परन्तु अस्य सूत्रस्य प्रसक्तिः अन्यत्र कुत्रापि स्यात् येन तत्र ङितः इत्यपि अस्ति. परन्तु अस्माकम् इदानीं नियमानुसारं ङित् अस्ति एव आत्मनेपदी प्रत्ययुत् आथां प्रत्ययस्य पित् अपित् अस्ति अतः ङित्वत् अस्ति. आं भगिनि, अस्तु, उत्तमः प्रश्नः. अनन्तरम् आथां कृतवन्तः द्वम् कस्य क्रमः? हेमा भगिनी तु कृतवती खलु, तर्हि राजी भगिनी करोतु. सिद्धप्रत्ययः द्वे द्वम् अम् इति टि भागः, तस्य स्थाने एकारः आगच्छति. इद् प्लस् ए द्वे इति सिद्धप्रत्ययः. उत्तम. सुब्रह्मण्य महोदय, इड् किं भवति? इड् इड् ए भवति भगिनी. अत्र अत्र प्रथमं हलन्त्यं तस्य लोपः इत्यनेन डकारस्य लोपः भवति. अनन्तरम् अत्र इ टि भागः अस्ति. अत्र टि भागः टित आत्मनेपदानां टेरे इत्यनेन ई स्थाने ए निष् आगच्छति. ए सिद्धतिङ् प्रत्ययः निष्पन्नः अत्र. भगिनि, हलन्त्यं न कार्यं करोति अपि समानपदं निष्पन्नः. यत्र कुत्रापि इत् वर्णाः सन्ति इत् निष्कासनमेव प्रथमकार्यं भवति. आम्, बहूनि सूत्राणि अस्ति चेत् कीति क्रमेण कार्यं करोति इति नियमः अस्ति. सामान्यतः यत्र इत् वर्णाः सन्ति इत् निष्कासनमेव प्रथमं कार्यं भवति. इत् निष्कासनम् अनन्तरं मेव अन्यकार्याणि भवन्ति, तत्र एव क्रमस्य भवति. यद्यपि इत् वर्णानां निष्कासनं भवति, तथापि यदि इट् इति स्थाने ए आगच्छति इति यदि भवति, तथा यत्र टकारस्य यदि लोपः अपि कृतः, तथापि सः इट् इत्येव अस्ति. अस्तु, अस्तु, अग्रे वहि मीना भगिनी करोति वा? आम्, वहि इति टि भागः इ अस्ति. इ स्थाने ए आगच्छति. वहि वहे निष्पन्नः. वहे इति भवति. महिङ् अपि तत्र हलन्त्यम् तस्य लोपः, परन्तु समानकार्यम्. अस्तु, सर्वत्र वहे महे. लोट् लकारस्य किं भवति इति विद्याशङ्कर् महोदय वदति वा? त किं भवति? विद्याशङ्कर् महोदय अस्ति वा? यदि महोदयः गतवान्, हेमा भगिनी वदतु प्रश्नः पुनः पृच्छतु भगिनी. आम्, लोट् लकारस्य इदानीं लट् लकारं परिशीलितवन्तः. लोट् लकारस्य त किं भवति? त वा? महे न कृतवन्तः खलु? महि महि अहमेव उक्तवती तत्र. महि महि समानकार्यं केवलं इत्वर्णानां निष्कासनमेव. त अस्य तवर्णस्य तप्रत्ययस्य स्थाने अकारः टीभागः अस्ति. पुनः पिता आत्मनेपदेनां तेरे अनेन सूत्रेण ई स्थाने ए आयाति. तर्हि ए स्थाने आमेतः इति सूत्रेण ए स्थाने आम् आदेशः आयाति. तर्हि ताम् इति रूपं निष्पन्नम्. उत्तमम्. अस्तु, इदानीं आम् इति निष्पन्नम्. आतां किं भवति इति राजी भगिनी वदति वा? आम्, आताम् आम् इति टी भागः. आत्मेपदानां खेरे इति सूत्रेण ई भागः ये भवति. अतः पुनः ये स्थाने आमेत इति सूत्रेण आम् भवति. ई योगः आम् ईताम् ईताम् इति टी भागः. ईताम् तकारः ई आदेशः भवति. व्योपोर् बलि इति सूत्रेण वल् प्रत्याहारः अस्ति. अत्र तकारः यकारः लोपः भवति. देन् ईताम् एकादश स्थाने आम् आदेशः. पुनः ईयोगः आम् ईताम् आम् केन सूत्रेण? आमेत इति सूत्रेण. अतः ई योगः आम् ईताम् इति सिद्धप्रत्ययः निष्पन्नः. उत्तमं. झ किं भवति महोदय? सुब्रह्मण्यमहोदय. एकनिमिषं महोदय. अत्र यदा वयं प्रारम्भं कुर्मः तत्र आताम् इति प्रत्ययः अस्ति चेत् क्रमेण वक्तव्यम् इत्युक्ते हलन्त्यं प्रभाद्य न विभक्तौ तु स्माः कार्यं करोति इति तदपि वक्तव्यम्. परन्तु इदानीं प्रायः सर्वे जानन्ति परन्तु वक्तव्यं खलु? वक्तव्यमेव. यदि पूर्णतया क्रमेण गच्छति आताम् मकार हल् अस्ति परन्तु न विभक्तौ सुस्माः इति संज्ञा न भवति. अतः आतां ताम् आम् इत्यस्य आम् इत्येव टी भागः. एवं टित् टित् अस्ति अतः टित आत्मनेपदानां टेरे इति एकारः भवति. अतः आते इति अस्ति. अनन्तरं आकारस्य स्थाने इका इय आदेशः भवति. एवं वक्तव्यं. तत्रापि लोटो लङ्वत् वक्तव्यं खलु? लोटो लङ्वत् अतोङितः इति सूत्रं वक्तव्यम्. न लोटो लङ्वत् न टित आत्मनेपदानां टेरे एव खलु? न आतो मितः अस्ति परन्तु मितः अत्र लोट् तु मित् नास्ति. लोट् इति न आतो मितः तु आकारः अस्ति. आतां तत्र आताम् इत्यस्य आकारः अस्ति. अनन्तरं तत्र आकारस्य आतां प्रत्ययः तु अपित् अस्ति इति कारणेन ङित्वत् अस्ति इति कारणेन आतो ङितः इति सूत्रस्य प्रसक्तिः अस्ति. अतः आकारस्य स्थाने इय इति आदेशः भवति. तर्हि लोटो लङ्वत् न आवश्यकं। लोटो लङ्वत् इति अत्र अत्र तस्य कार्यमेव न भवति। लोट्लकारे परस्मैपदी धातूनां विषये एव लोटो लङ्वत् तत्र यदा कुर्मः तदा लोटो लङ्वत् इति तस्तस्तमिपाम् इति सूत्राणि आगच्छन्ति। परन्तु अत्र लोटो लङ्वत् एव न। अनुवृत्तिसहितसूत्रस्य परस्मैपदम् इति अस्ति खलु इति वा सूत्रं कुत्र अस्ति अनुवृत्तिसहितसूत्रम् प्रथमकरपत्रे अस्ति वा लोटो लङ्वत् वा प्रायः प्रथमकरपत्रे भवेत् तत्र परिशीलयतु। स्वयं सम्पूर्णमस्ति भगिनी अत्र लोटः लङ्वत् इति सूत्रं सम्पूर्णमस्ति अत्र तत्र अनुवृत्तिः नास्ति वा अनु सूत्रं स्वयं सम्पूर्णमिति सम्पूर्णमिति अस्ति परन्तु तत्र इदानीम् आतोङितः सूत्रस्य कार्यं तु तस्मिन् भागे एव नास्ति लस्य इति अधिकारे एव लोटो लङ्वत् इति सूत्रम् अस्ति अनन्तरं तस्तस्तमिपां सूत्राणि भवन्ति इति जानीमः अतः आतोङितः सूत्रस्य कार्यस्य विषये तु लोटो लङ्वत् इति तस्य न भवति एव तस्य कार्यं वयं यदा परस्मैपदानां विषये परिशीलितवन्तः तदा आसीत् कस्मिन् भागे स्मः इति प्रथमं यदि अष्टाध्यायी हस्ते अस्ति कृपया तृतीय अध्याय चतुर्थपादस्य अन्तिमसूत्राणि परिशीलयतु तत्र तु लोटो लङ्वत् एरुः तानि कार्याणि सर्वाणि अपि कुत्र भवति एकसप्तमी एकसप्ततिपुटे अस्ति तत्र लोट्लकारस्य यदा परस्मैपदीरूपाणि कुर्मः तदा एव तेषां प्रसक्तिः भवति आम् एतः इति अस्ति आम् इति परस्मैपदानां विषये नास्ति एव तिप्तस्जि सिप्तस्त मिप्पस्मसेव अस्ति तत्र आम् इति नास्ति एव आम् एतः अतः केवलं परस्मै आत्मनेपदीनाम् एव भवति अवगतम् अस्तु आमेतः सभाभ्यां वामौ आडुत्तमस्य पिच्च तत्सर्वं कुत्र भवति आत्मने पदिधातूनां विषये एव तत्रैव आम् इति अस्ति स वा इति भवति आडुत्तमस्य पिच्च तु उभयत्रापि कार्यं करोति तत्र आनि आव आम इत्र ऐ आवहै आमहे सत्यं तदपि वयं न उक्तवन्तः खलु आवहे आमहे आवहे पर्यन्तं वयं न गतवन्तः इदानीं किं इतामेव कृतवन्तः खलु आतां तः इतां लट्लकारे वन्दावहे वन्दे वन्दावहे वन्दामहे अहं लोट्लकारविषये वदामि लोट्लकारे वयं तां कृतवन्तः इदानीम् इतामेव कुर्मः खलु अस्तु तर्हि झ किं भवति इति विद्याशङ्कर महोदय अस्ति वा आमाम् अस्मि वदतु वदतु झस्थाने झोन्तः इति सूत्रात् झकारस्य स्थाने अन्त् आगच्छति अत्र अन्त् अस्ति पि भागः तस्य स्थाने एकारः अन्त् अन्ते इति भवति पुनः आमेतः इति सूत्रात् आम् स्थाने एकारः आगच्छति पुनः एकारस्य स्थाने आम् आगच्छति, एकारस्य स्थाने आम् आगच्छति, अन्ताम् इति भवति, अन्ते त अन्ताम् इति भवति, अन्तां भवति. उत्तमं. भवान् एव थास् किं भवति इत्यपि वदति वा? थास् तत्र अत्र विशेषसूत्रमस्ति, सवाभ्यां वामौ इति सूत्रमस्ति, तस्मात् सस्थाने यत्र कथमस्ति सकारस्य पूर्वं किं भवति? अग्रे प्रथमं प्रथमतया टित् आत्मने पदे टित् आत्मने पदानां टेरे इति सूत्रात् आस्थाने ए आगच्छति, आगच्छति वा अथवा थासः से आगच्छति वा? भवानेव वदतु. न स्मरामि अत्र थासः से अत्र कार्यं न करोति वा? करोति, करोति महोदय, करोति अत्र. थासः से इति सूत्रम् अत्र कार्यं करोति, अतः थास् आगच्छति. अस्ति लोट् लकारः अपि, अतः थासस्य इति टित आत्मने पदानां टेरे, अतः टित् टित थासस्य एव भवति, टित् लकारस्य अस्ति इति कारणेन थासस्य भवति. अनन्तरं से इत्यत्र किं भवति? सवाभ्यां वामौ इति सूत्रात् यत्र स अथवा वा वा अस्ति तत्र सकारस्य स्थाने व आगच्छति. सकारस्य स्थाने वा एकारस्य स्थाने? सकारस्य परे, सः सकारस्य परे यः एकारः अस्ति तस्य स्थाने वकारः आगच्छति, अथवा वकारस्य पूर्वम् आम् इति आगच्छति. अत्र स अस्ति स्व इति भवति, ते स्थाने व आगच्छति. अतः अत्र सामान्यतः किं भवेत्? आम् एतः एव भवेत् खलु? एकारस्य स्थाने आम् एव भवेत्, परन्तु सवाभ्यां वामौ कीदृशसूत्रम् अस्ति? अपवादसूत्रम् अस्ति, आमेतस्य अपवादसूत्रम् अस्ति इति कारणेन अत्र आम् न भवति, वकारः भवति. अस्तु. मीना भगिनी, आथां किं भवति? आथां हितां भवति, आकारस्य टी भागः एव आम् आम् आम् इति स्थाने ये आगच्छति आते भवति. आकारस्य आमेतः इति आमेतः न आतोङ्गितः आतो किम् आकारस्य स्थाने आकारः इति सूत्रेण इय आगच्छति. क्रमम् अस्ति खलु इति कारणेन भवती प्रथमं पूर्णतया करोति वा? अस्तु, चिन्ता नास्ति, तथापि करोतु. कार्यं द्वयमस्ति, आकारस्य स्थाने इय आगच्छति, अकारः लोपः भवति इति इ आगच्छति, आम् इति स्थाने एकारः आगच्छति, तदनन्तरम् एकारः अम् भवति. कार्यद्वयम् अस्ति. उत्तमं. क्रमं किञ्चित् अस्ति खलु, यत्किमपि प्रथमं यदि आम् आम् इति आरम्भं करोति, आम् स्थाने ए स्थाने पुनः आम् इति, अनन्तरम् आ स्थाने इय, इय स्थाने इ एव. सूत्र नम्बर् इति संख्या तत्र तयोर्मध्ये युद्धः न भवति. एकस्मिन् स्थाने एव सूत्रद्वयं कार्यं कार्यार्थं यदा आगच्छति तदा एव सूत्रसङ्ख्याविषये चिन्तनं भवेत्. अत्र तु तथा नास्ति. भिन्नभिन्नकार्यद्वयम् अस्ति. अतः विप्रतिषेधः इति वदामः, तत्र युद्धः नास्ति, अतः सूत्रसङ्ख्यायाः दर्शनं न आवश्यकम्. आं भगिनि, स्पष्टमस्ति. अस्तु, ध्वं किं भवति? एकनिमिषम्. आथां प्रत्यये प्रथमं यदि वयम् आस्थाने आमेतः इति सूत्रेण आतुमितः इति सूत्रेण इय आयाति, यकारस्य परे वल्वर्णः अस्ति अतः यकारस्य लोपः भवति इति वदति चेत् इथां रूपं निष्पन्नं, तर्हि टित आत्मनेपदेनां तेरे आवश्यकं वा? आम्, क्रमेण एव गन्तव्यं खलु. तद्विहाय अपि अस्माकं कार्यं सिद्धं खलु? न, कार्यं तु भवति, परन्तु पाणिनिना यद् उक्तं तादृशक्रमस्य अपि महत्त्वम् अस्ति. कदाचित् वयं तथा यदि कुर्मः भवति, परन्तु तत्र किमर्थं कीदृशकार्यम् इति अपि अस्माभिः ज्ञातव्यं, नो चेत् तत्र तर्हि इथाम् इति भवति वदति, अनन्तरं तर्हि टित आत्मनेपदानां टेरे इति टि भागस्य इथे इति भवति खलु, तर्हि तस्य किं भवति इति प्रश्नः उदेति. अतः इथे इति अभवत्, अनन्तरम् आमेतः इति सूत्रेण पुनः इथाम् अभवत् इति वक्तव्यम्. अस्तु भगिनि, अत्रापि लोटि अपि सर्वत्र सर्वत्र टित् टित आत्मनेपदानां टेरे इति सूत्रस्य प्रसक्तिः अस्ति एव. अस्ति, टित् एव खलु लोट् अपि. अनन्तरम् अपवादः अस्ति चेत् भिन्नकार्यं भवति, एवं वा? अत्र सर्वत्र कार्यम् अस्ति, अतः तत् करणीयमेव. क्रमेण यदि त इति स्वीकरोति टित आत्मनेपदानां टेरे इति ते भवति, अनन्तरम् आमेतः इत्यनेन ते तां भवति. तदेव तथा एव वक्तव्यं. भवान् एव वदतु ध्वं किं भवति इति. अत्र टि भागः अम् अस्ति, अम् स्थाने एकारः पदानां टेरे इति सूत्रात् द्वे, अनन्तरम् आमेतः इति सूत्रात् एकारस्य स्थाने पुनः आम् आगच्छति. अत्र अत्र सूत्रमस्ति सवाभ्यां वामौ इति सूत्र, वकारस्य परे ए अस्ति चेत् आम् स्थाने अम् एव अस्ति, ध्वाम् ध्वाम् इति विहाय ध्वम् इति भवति. अस्तु, उत्तमम्. अनन्तरम् इड् अपि करोति वा भवान्? इड् तत्र दकारस्य लोपः, अलन्त्यं तस्य लोपः, इ इति अवशिष्यते. अत्र इ आत्मनेपदानां टेरे तत् सूत्रस्य प्रसक्तिः एव अस्ति, इकारस्य स्थाने एकारः, अनन्तरम् आमेतः इति सूत्रात् एकारस्य स्थाने आम् आदेशः. न, अत्र अपादसूत्र एतः ऐ इति अत्र पुनः एकारस्य स्थाने ऐ ऐ एव तिष्ठति. यत्र उत्तमपुरुषविषये उत्तम लोट् ओटः लस्य उत्तमपुरुषस्य उत्तमपुरुषस्य कृते एव एत इति सूत्रमस्ति. उत्तमपुरुष तत्र इद्वहि महिंसाने सर्वत्र एत इति सूत्रमेव कार्यं करोति. अत्र इतोपि एकं सूत्रम् अस्ति, आडुत्तमस्य पिच्च तदा आडागमः अपि भवति, परन्तु आकारस्य ऐकारस्य सन्धिकार्यं कृत्वा ऐकारः एव भवति. हलो आयोगः ऐ ऐ एव भवति. इदानीं सुब्रह्मण्य महोदय वहि करोति वा? आं भगिनि, वहि अत्र आवहै भवति. प्रथमं तु अत्र वहि अत्र टी भागः इ अस्ति. अत्र इकारस्य स्थाने एकारः टित आत्मनेपदानां टेरे इत्यनेन वहे भवति, वह् योगः ए. अनन्तरम् अत्र क्रमः चिन्तयामि, आडुत्तमस्य पिच्च प्रथमम् आयाति, प्रायः क्रमः तथा अस्ति अत्र. परन्तु अत्र कोऽपि क्रमस्य आवश्यकता अपि नास्ति, आवश्यकता नास्ति. अत्र प्रथमं तु अत्र एकार एत ऐ ऐः एत ऐ इत्यनेन एकारस्य स्थाने ऐ आदेशः भवति. अनन्तरम् अत्र आडुत्तमस्य पिच्च इत्यनेन आकारः प्रत्ययस्य आदौ आगच्छति. आवहै इति आवहै इति अस्ति. इदानीम् आवहै इति आकारः अस्ति, आकारस्य किमपि परिवर्तनं भवति वा आतोङितः सूत्रेण? आतोनितः सूत्रेण आकारस्य परिवर्तनं इय आदेशः भवति वा आतोङितः सूत्रेण? अत्र अत्र न भवति. किमर्थं न भवति अत्र? अतः अङ्गात् नितः सार्वधातुकस्य आतो इयः अत्र एव नास्ति. अस्ति एव, आगच्छति खलु इदानीं तु. इदानीम् आगच्छति आडुत्तमस्य पिच्च इति अनेन आकारः तु आगच्छति. आकारः तु अस्ति एव, किमर्थं न भवति? परन्तु आ तु प्रत्ययस्य प्रत्ययस्य इति प्रत्ययः तु वहि अस्ति खलु, वहि प्रत्ययः वहि. परन्तु इदानीम् आकारः अस्ति, आतोङितः इति सूत्रम् अङ्गकार्यमेव खलु. अत्र पित् अस्ति किल, ङित् ङित् नास्ति, पित् इति लिखितमस्ति. ङित् नास्ति, किमर्थम्? अपिच्च इति अतिदेश इति आडुत्तमस्य पिच्च आडुत्तमस्य पिच्च इति. अतः पूर्वं भगिन्या प्रश्नः कृतः, ङितः इति आतो ङितः सूत्रे ङितः इति किमर्थं स्थापितवान् पाणिनिः अत्र आत्मनेपदेषु? सर्वं ङितेव खलु. इदानीम् अवगतं भगिनि? आम् अवगतम्. आडुत्तमस्य पिच्च, अतः एव अत्र ङितः सार्वधातुकस्य इति अस्ति. अत्र अतः एव अत्र आडुत्तमस्य पित् अपि अस्ति, पित् अस्ति इति कारणेन, ङित्वत् भवति इति कारणेन एव आतो ङितः सूत्रम् अत्र कार्यं न करोति. अत्र पित् इति न लिखितमस्ति चेत् एवं भवति यथा भगिन्या उक्तम्. इदानीं किमर्थं तत्र आतो ङितः इति अस्ति, ङकारः इति एवं भवति, अत्र पित् इति किमर्थं स्थापितवान् इति अवगतम्? चेत् अत्रापि भवितुमर्हति. पित् अपि ङितः अपि द्वयोरपि आवश्यकता अस्ति. भवत्याः प्रश्न भवत्येव प्रश्न भवत्याः प्रश्नः एव आसीत् खलु? आमाम्. इदानीम् अवगतम्? आम्. आवहै आमहै समानकार्यमेव. द्वयोरपि स्थाने आकारः अस्ति परन्तु आतो ङितः सूत्रेण न भवति का तत्र परिवर्तनं किमपि, यतोहि ङित् एव न किञ्ञित् अस्ति अतः अत्र ङित् एव नास्ति अतः कार्यं न भवति. अस्तु वा? इदानीं वयं भगिनि अत्र प्रसक्तिः अपि न भवति, प्रसक्तिः एव नास्ति, प्रश्नः एव न उदेति अत्र. किम् अत्र पित् अस्ति तत् कारणात्. अस्तु, इदानीं लोट् लकारस्य सर्वं स्पष्टम् इति मन्ये. लङ् लकारस्य तु अहमेव वदामि, त एव भवति. आताम् इत्यत्र एव आकारस्य इय आदेशः लोपो व्योर्वलि इत्यनेन यकारस्य लोपः इताम् झोन्तः इत्यनेन अन्त थास् इत्यस्य सकारस्य रुत्वविसर्गः इत्थाः इति भवति. आथाम् आताम् आथां समानकार्यम् इताम् इथां भवति. ध्वं ध्वमेव भवति. इड् इट् वर्णस्य लोपः इकारः. वहि महि तत्रापि केवलम् इत्वर्णानां लोपः. तत्र विशेषकार्याणि न भवन्ति लङ्लकारस्य. इदानीं विधिलिङ्लकारं परिशीलयामः वा? त किं भवति इति मीना भगिनी वदतु. ईत भवति. त इति किं सूत्रम् अस्ति? तित आत्मनेपदानां कार्यं करोति वा अत्र? तित अकारः अस्ति किन्तु टितः लस्य टितः लस्य विधिलिङ्ग् अस्ति, टित् लकारः नास्ति. इत्येव नास्ति. उत्तमं. कार्यं न करोति. आतो ङितः अतः अङ्गात् ङितः सार्वधातुकस्य स अस्ति. अनन्तरं पूर्वं किमपि आगच्छति खलु? किम् आगच्छति? इयुट् आगच्छति. केन सूत्रेण? आम् एकनिमिषं भगिनि, फिल्टर् करोमि सूत्र. तत्र करपत्रे द्वादशमे पुटे सूत्राणि सन्ति. आम् इयुट् इति कोष्ठं लिखितवती, फिल्टर् करोमि इति सूत्रं सियुट् इति सूत्रं स्मरामि. कस्मिन् लकारे भवति? लिङ्गः सियुट् इति. लिङ्गः सियुट् लिङ्गः सियुट् इति सूत्रेण किम् आगच्छति? सियुट् आगच्छति. सियुट् इति लिङ्गः सकारः लोपः भवति. लिङ्गः स लोपो अनन् लोपोनन् नन्त्यस्य लोपोनन्तस्य इति सूत्रेण अनन्त्यस्य लोपोनन्तस्य अङ्गात् सार्वधातुकस्य लिङ् अनन्तस्य स लोपः. परं प्रथमं सियुट् आगच्छति. सियुट् तकारस्य पूर्वम् आगच्छति वा अनन्तरम् आगच्छति वा? तकारः अस्ति आद्यन्तौ टकितौ इति सूत्रेण आगमः अस्ति पूर्वः आगच्छति. पूर्वम् आगच्छति. सियुट् त इति अस्ति. इदानीं किं भवति सियुट् इत्यत्र? सियुट् इति सियुट् सियुट् तकारः हलन्त्यम् इति लोपः. सियुत इति भवति. तकारः सियुत इति भवति. उकारः अपि अजनुनासिक इति सूत्रेण लोपः. सीयत इति भवति. अकारः अपि लिङ्गः स लोपोऽनन्तस्य अनन्त्यस्य इति सूत्रेण लोपः. इति यु इय इति भवति, इयत इति भवति, लोपो व्योर्वलि इति सूत्रेण तकारः वल् प्रत्ययवर्णः इति यकारः लोपः, इत इति भवति, ईत इति किम् आगच्छति? ईत एव सीयुट् इत्यत्र ईकारः एव अस्ति, ईकारः सीयुट् ईत इति आगच्छति. विधिलिङ्गकारे आत्मनेपदि विधिलिङ्गकारे तु ईत एव, परस्मैपदि तु इत् भवति, आत्मनेपदेषु तु ईत भवति. अत्र यासुट् आगच्छति, अनन्तरम् इय भवति, अतः इत् भवति. अत्र सीयुट् अस्ति, अत्र ईकारः अस्ति, अतः ईत इति भवति. लिङ्गसलोपोनन्तस्य सूत्रं कस्मिन् अधिकारे अस्ति? अङ्गात् इति अधिकारे, अङ्गस्य अधिकारे अस्ति. तत्र सार्वधातुके कार्यं करोति वा अर्धधातुके कार्यं करोति वा? सार्वधातुकस्य लिङ् इति अनुवृत्तिः अस्ति सार्वधातुकस्य इति किम् इत्युक्ते किम्? अन्तिमसकारे कार्यं न करोति, सकारः प्रथमं भवति सीयुट् इति यत्र. उत्तमम्. सार्वधातुकस्य इति अस्ति, विधिलिङ्गकारः सार्वधातुक, तत्र इदानीं वयं त इति विधिलिङ्गकारे परिशीलयामः, तत्र सार्वधातुकः वा अर्धधातुकः वा? विधिलिङ्गकारः सार्वधातुकः, किमिति तिङ्क्षित् सार्वधातुकं, प्रत्यय सर्वं तिप्तस्जि इति सूत्रस्य तिङ् प्रत्ययस्य. तत्र तिङ्क्षित् सार्वधातुकम् इति अस्ति, अत्र विधिलिङ्गकारस्तु तिङ् अत्र तिङ् प्रत्ययः सार्वधातुकम् अस्ति, परन्तु लिङ्गाशिषि इति सूत्रमस्ति, तद् तु आर्धधातुकं भवति. अतः आशीर्लिङ्गि तु आर्धधातुकप्रत्ययः इति कारणेन सलोपः न भवति, केवलं विधिलिङ्गकारे एव आशीर्लिङ्गकारे सकारलोपः न भवति. अवगतम्? वन्देत इति आत्मनेपद विधिलिङ्ग्, वन्दसीत इदानीम् एतावत् पर्यन्तं जानातु आशीर्लिङ्ग् लकारे कार्यं न करोति इति, सलोपः न भवति. यतोहि अत्र सूत्रं पश्यति चेत् तिङ्क्षित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ्गाशिषि इति अस्ति. अत्र लिट् लकारः आशीर्लिङ्ग् लकारः तु आर्धधातुकं भवति. सूत्रम् अस्ति वा अष्टाध्यायी पुरतः अस्ति वा? तृतीय अध्याये अन्तिमसूत्राणि परिशीलयन्तु. तृतीय अध्याये चतुर्थपादे अन्तिमसूत्राणि तिङ्क्षित् सार्वधातुकम् आर्धधातुकं शेषः लिट् च लिङ् आशिषि इति अस्ति. आशीर्लिङ्ग् तु आर्धधातुकं भवति, सामान्य तिङ् प्रत्ययः तु सार्वधातुकमेव, अत्र विधिलिङ्ग्लकारस्तु सार्वधातुकम्. अस्तु वा? किमर्थम् आर्धधातुकं शेषः इति अस्ति? तिङ्क्षित् प्रत्यय तिङ् प्रत्ययः सार्वधातुकं प्रत्ययं षित् प्रत्ययं तिङ् प्रत्ययाः तिङ् प्रत्ययान् षित् प्रत्ययान् विहाय अन्य यः कोऽपि प्रत्ययः अस्ति सः सामान्यः आर्धधातुकः एव भवति, अर्धधातुकः भवति. परन्तु लिट् लकारस्य यद्यपि तिङ् अस्ति तथापि लिट् लकारस्य अर्धधातुकमेव, आशीर् लिङ् लकारे अपि अर्धधातुकमेव. आशीर्लिङ्ग् लकारस्य अपि तिङ् प्रत्ययाः एव सर्वत्र, लिट् लकारे अपि आशीर्लिङ्ग् अष्टादशप्रत्ययाः एव दशलकारेषु भवति. तिङ्प्रत्ययाः अष्टादशप्रत्ययाः सन्ति खलु, एव सर्वेषां लकाराणां भवति. परन्तु लिट्लकारे यदा तिङ्प्रत्ययाः भवन्ति ते अर्धधातुक संज्ञकाः भवन्ति, आशीर्लङ्लकारे अपि. अवगतम्? इदानीम् अर्धधातुकः इति कारणेन सलोपः सार्वधातुकः इति कारणेन सलोपः भवति, सकारस्य लोपः. अनन्तरम् ईत इति रूपम्. हेमा भगिनी, आतां किं भवति? आतां लिङ्गः स्यूत् इति सूत्रेण सि आगमः भवति. तत्र पुनः सलोपो अनन्त्यस्य इति सूत्रेण प्रथम सकारस्य लोपः भवति, इय इति एव अवशिष्यते. तर्हि य आताम् इति अस्ति, यकारस्य लोपः भवति वा न भवति? किमर्थम् इत्युक्ते आ वलिप्रत्यये नास्ति, वलि नास्ति, वल्वर्णः नास्ति अत्र, अतः आ तिष्ठति. इय योगः आताम् ईयाताम् इति रूपं निष्ठति. उत्तमम्. सुब्रह्मण्यमहोदय, झकारस्य अत्र झकारस्य स्थाने अत्र तु झकारस्य स्थाने अत्र प्रथम अन्यसूत्रमस्ति, झस्य रन् इति सूत्रमस्ति. लिङ्गः लस्य झस्य रन् अत्र झकारस्य स्थाने रन् आदेशः भवति. अनन्तरम् अत्र लिङ्गः सीयुट् सूत्रात् सीयुट् प्रत्ययस्य आदौ आगच्छति. अत्र सीयुट् योगः रन् अत्र टकारस्य लोपः उकारस्य लोपः भवति, इय योगः रन् अत्र र वलिप्रत्याहारे अस्ति. सकारस्य लोपः केन सूत्रेण? सकारस्य लोपः टकारस्य तु सकारस्य लोपः लिङ्गः सलोपो अनन्त्यस्य इत्यनेन सलोपोनन्त्यस्य इय योगः रन् अत्र रेपः वलि अस्ति प्रत्याहारे, तत्कारणात् लोपोर्व्योर्वलि अत्र यकारस्य लोपः भवति, ई योगः रन् ई रन् भवति. उत्तमम्. राजी भगिनी, थास् किं भवति? भगिनी एकवारं क्षम्यताम्, एकवारं झोन्तः झस्य द्वयोः कार्यम् एकवारं वदति वा? झोन्तः तु अङ्गकार्यमस्ति, झस्य रन् तु तृतीयाध्याये आयाति. एतयोः विषये किञ्चित् अनेकाश्चित् सर्वस्य अत्र झकारस्य झोन्तः इति सूत्रे तु झः इति केवलं झकार हल् वर्णस्य झकारः इति एकः वर्णस्य झः इति षष्टिविभक्त्यन्तं भवति, अतः झकारस्य स्थाने एव अन्तिति भवति. परन्तु अत्र झस्य इति अस्ति, तत्र झस्य तु झकारः अकारः तयोः षष्टिविभक्ति झ इत्यस्य, अतः पूर्णतया झ इति प्रत्ययस्य स्थाने रन् भवति. रन् अपि अनेकाल् अस्ति अतः अनेकाश्चित् सर्वस्य इति प्रश्नः भवति भवति वा अलोन्त्यस्य भवति वा अनेकाश्चित् सर्वस्य भवति वा इति प्रश्नः उदेति अतः झकारः अस्ति झकारस्य स्थाने रन् अनेकाल् अस्ति रन् अनेकाल् अस्ति इति कारणेन पूर्णतया झकारस्य स्थाने सर्वादेशः भवति झकारस्य स्थाने रन् आदेशः अवगतं परन्तु झोन्तः इत्यत्र झकारः इत्येव अस्ति तत्र अनेकाल् वा तत्र प्रश्नः एव न उदेति झकारस्य स्थाने अन्ति इति भवति तत्र अन्तिमवर्णस्य स्थाने वा पूर्णप्रत्ययस्य स्थाने वा इति एकः एव वर्णः अतः झ इति अतः झकारस्य स्थाने एव अत्र अनेकाश्चित् सर्वस्य वा इति प्रश्नः एव नास्ति झोन्तः इति सूत्रस्य विषये अवगतम् अन्त तु अनेकाल् अस्ति किल अन्त अनेकाल् परन्तु अने अलोन्तस्य सूत्रस्य किमर्थं तस्य सूत्रस्य विषये वयं चिन्तनमेव कुर्मः यदि कस्य स्थाने भवेत् एक अन्तिमवर्णस्य स्थाने भवेत् वा सर्वे प्रत्ययस्य पूर्णतया सर्वेषां वर्णानां स्थाने भवेत् वा इति प्रश्नः भवति तदा एव अलोन्त्यस्य कार्य अलोन्त्यस्य सूत्रस्य कार्यार्थं नियो तस्य नियोगः भवति उपयोगः भवति परन्तु अत्र एकः एव वर्णः अस्ति तस्य स्थाने भवति इति स्पष्टतया अस्ति प्रश्नः एव नास्ति कस्य स्थाने इति एकः झ इति एकः वर्णः तस्य स्थाने इति स्पष्टतया अस्ति परन्तु झस्य इति यदा भवति झ झकारः अस्ति अकारः अस्ति अत्र अकारस्य स्थाने भवति वा झकारस्य स्थाने भवति वा अथवा झ इति प्रत्ययस्य स्थाने भवति वा इति प्रश्नः भवति तदा अलोन्त्यस्य वा अनेकाश्चित् सर्वस्य वा इति प्रश्नः उदेति तत्र तु तादृशप्रश्नस्य एव अवसरः नास्ति झोन्तः इति सूत्रं प्रभाद्य जस्यरन् इति न वक्तुं शक्नुमः किल न तत्र झोन्तः इति सूत्रस्य एव जस्यरन् अपवादः अस्ति परन्तु कस्य स्थाने इति यदा परिशीलयामः तदा एव अलोन्त्यस्य अनेकाश्चित् सर्वस्य तदा यदि परिशीलयामः झोन्तः सूत्रविषये सः प्रश्नः एव न उदेति झस्यरन् विषये एव अनेकाश्चित् अलोन्त्यस्य वा अनेकाश्चित् सर्वस्य वा इति प्रश्नः उदेति परन्तु कस्य सूत्रस्य प्रसक्तिः अत्र भवति झस्यरन् सूत्रस्य वा अथवा झोन्तस्य वा इति प्रश्नः यदा क्रियते झोन्तः तु सामान्यनियमः अस्ति झस्यरन् तु विशेषतया अस्मिन् प्रसङ्गे भवति अस्तु अवगतं भगिनि अत्र लिङ्गः लस्य झस्य रन् इति अनुवृत्तिसहितसूत्रम् अतः विशेषतया विधिलिङ्ग् इदानीं वयं विधिलिङ्ग्लकारं कुर्मः लिङ्ग्लकारविषये झकारस्य एव रन् भवति इति अपवादसूत्रमस्ति अतः झस्य रन् अपवादसूत्रम् इति कारणेन तस्य एव मुख्यत्वं भवति स्पष्टं स्पष्टं अस्तु भगिनि जयन्तः इति सूत्रमस्ति चेत् तदा तत् स्थाने अपि जि इति अन्त इति तदा झकारस्य न भवति इकारस्य स्थाने भवति वा पूर्णतया झि इति स्थाने भवति वा इति प्रश्नः भवति परन्तु अत्र स्पष्टमस्ति झकारः इति एकः एव वर्णः अतः तत्र प्रश्नः एव न उदेति अस्तु झस्य रन् तु कृतवन्तः इदानीं ठास् मया करणीयं हेमा भगिनी करोति वा अहं करोमि भगिनि अस्तु करोतु ओके तास् प्रत्ययः तास् एव तिष्ठति किमर्थम् इत्युक्ते तितः नास्ति अतः तास् एव तिष्ठति प्रत्ययस्य परे आगमः सियुट् आगच्छति आद्येन्दुटकितु इति सूत्रेण सियुटकारस्य करन्त्यम् इति सूत्रेण टकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति सियु उकारस्य उपदेशे अननुनासिक इत् इति सूत्रेण अननुनासिक इत् इति सूत्रेण अजनुनासिक अजनुनासिक इत् इति सूत्रेण उकारस्य लोपः इत् संज्ञा भवति तस्य लोपः इत्यनेन लोपः भवति सीय एव अवशिष्यते सीय सकारस्य लोपः लिङ्गः स लोपोऽनन्तस्य इति सूत्रेण सकारस्य लोपः भवति एव अवतिष्ठते इति आगमः भवति वर्णः वल् प्रत्याहारे अस्ति अतः यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण ई एव अवशिष्यते ई योगः थास् ई थास् सस जुषोरुः इत्यनेन सकारस्य स्थाने रेपः भवति रू भवति उकारः उपदेशे जननाशके इति सूत्रेण लोपः भवति रेपः करवसानयोर् विसर्जनीयः इति सूत्रेण विसर्गः भवति ईतः इति प्रत्ययः निष्पन्नः अति उत्तमं भगिनि उत्तमम् इदानीं आथाम् ईयाताम् ईयाथां तु समानकार्यमेव खलु अतः तत्र तत्तु सि युड् भवति अनन्तरं टकारलोपः हलन्त्यम् इत्यनेन उकारः उपदेशे अजनुनासिक इत् सकारस्य तु लिङ्गस्सलोपोऽनन्त्यस्य इति सूत्रेण इय इति अस्ति इया आथाम् इयाथां तत्र लोपो व्योर्वलि कार्यं न करोति ध्वम् ई ध्वं भवति तत्र किं भवति इति हेमा भगिनी वदति वा ध्वम् इति मूलप्रत्ययः अस्ति तत्र आगमः आयाति आद्यन्तौ कथितवानेन तस्य प्राक् आयाति पुनः तकारस्य लोपः भवति उकारस्य अपि लोपः भूत्वा सिय इति तिष्ठति सकारस्य लोपः लिङ्गः सलोपोन्त्यस्य इति सूत्रेण सकारस्य अपि लोपः भवति इय एव तिष्ठति इययोगः सारि इय योगः द्वं धातु वलि प्रत्याहारे अस्ति अतः यक सम्यक् श्रूयते वा भगिनि भगिन्याः ध्वनिः तु न श्रूयते प्रायः भारतात् आह्वयति अतः प्रायः सम्पर्कः हरि ओम् हेमा भगिनी वा आं भगिनि श्रुतवती वा न वदतु भवती एव ईध्वं वा ईध्वम् अभवत् खलु लिङ्गलोपोनन्त्यस्य इति सूत्रेण सकारलोपः अनन्तरं यकारस्य लोपं भवति धकारः वलि वर्णः अतः तर्हि ईध्वम् इति रूपं निष्पन्नम् ईध्वम् इति भवति विद्याशङ्कर् महोदय अस्ति वा इदानीं प्रायः गतवान् सुब्रह्मण्यमहोदय इड् किं भवति? इड् ईय भवति भगिनि अत्र. प्रथमं तु डकारस्य लोपः हलोन्त्यस्य तस्य लोपः इत्यनेन, अनन्तरं लिङ्गः सीयुट् इत्यनेन सीयुट् प्रत्ययस्य आदौ आगच्छति. सीयुट् योगः इ अस्ति. अनन्तरम् अत्र टकारस्य लोपः भवति हलोन्त्यस्य, तस्य लोपः उकारस्य उपदेशे अजनुनासिक तस्य लोपः भवति. सि योगः इ अस्ति. अत्र लिङ्गः सलोपोनन्त्यस्य इत्यनेन सकारस्य लोपः भवति. ई योगः इ अस्ति. अत्र इकारस्य स्थाने अकारः आगच्छति इटोत्त इत्यनेन, तत्कारणात् ई योगः अ ईय भवति, निष्पन्नः भवति सन्धिकार्यम्. ई यकारः, क्षम्यतां सन्धि न, ई यकारः अकारः ईय भवति. उत्तमं महोदय. इटो अत् केवलम् इट् प्रत्याहारविषये एव कार्यं करोति खलु? आं भगिनि, अत्र अनुवृत्तिसहितसूत्रमस्ति लिङ्गः लस्य इतः अत् अत्र इकारस्य स्थाने अकारः आगच्छति. तावदेव. मीना भगिनी बहिः करोति वा? आम्, बहिः इति लिङ्गः सीयुट् इति सूत्रेण सीयुः इति आगमः बहिः इति पूर्वात् आगच्छति. सीयुट् इति टकारः उकारः एव इत्संज्ञा लोप इत्संज्ञा स्तः लोपः भवतः. सि इति अवशिष्यते, सीए इति अवशिष्यते. सीए इत्यस्य सकारः एव लोपः भवति लिङ्गः स लोपो अनन्त्यस्य इति सूत्रेण. ईय इति अवशिष्यते. यकारः लोपो व्योर्वलि इति सूत्रेण वहि इति प्रत्ययः वकारः वल् वकारः वल् प्रत्यय वल् प्रत्याहारे अस्ति वल् प्रत्याहारे अस्ति प्रत्याहारे अस्ति इति यकारः लोपः भवति. ई योगः बहि ई वहि इति भवति. ई महि अपि समानकार्याणि एव खलु? मकारः अपि वल् अस्ति अतः ई महि. आम्. इदानीं विधिलिङ्गकारस्य सर्वं स्पष्टम् इति मन्ये. अत्र विधिलिङ्गकारे नूतनसूत्राणि कानि? लिङ्गस्सीयुट्, लिङ्गस्सलोपोनन्त्यस्य, झस्य रन् इटो इटोत् इति सूत्रदृष्टय. इटोत् एव नूतनसूत्रः. लिङ्गस्य एव खलु सर्वे लिङ्गस्यूट् लिङ्गस्सलोपोनन्त्यस्य झस्य रन् इटोत् सूत्र चतुष्टयमपि विधिलिङ्गकारस्य कृते नूतनसूत्राणि. अस्तु, प्रश्नाः न सन्ति चेत् विरमामः वा? भगिनि अस्तु. धन्यवादः धन्यवादः शुभरात्रिः पुनर्मिलामः धन्यवादः धन्यवादः भगिनि शुभरात्रिः. Thank you.